अस्तु, नमस्कारः. तर्हि अस्माकं प्रसङ्गः अस्ति इदानीं संयोगनाशः अपि च विभागः, तयोः मध्ये कीदृशसम्बन्धः अस्ति, तयोः मध्ये भेदता वर्तते वा, अथवा एकः एव पदार्थः वा, एकः पदार्थः नो चेत् तत्र तयोः मध्ये कीदृशपदार्थः इति तत्र अस्माकं किञ्चित् चिन्तनं प्रवर्तमानमस्ति, अत्र अनुवर्तयामः. एतावत्पर्यन्तं यद्वयं दृष्टवन्तः तत्र प्रश्नः अस्ति वा अथवा किमपि चिन्तनं किमपि अस्ति वा यद् वक्तव्यं, नो चेत् अग्रे गन्तुं शक्नुमः. अस्तु अस्तु, तर्हि गतसप्ताहे वयं तत्र संयोगनाशः विभागस्य कारणम् इति न भवति, यतोहि संयोगनाशः इति अभावपदार्थः, अभावपदार्थः भावपदार्थस्य कारणमिति न भवितुम् अर्हति, यतोहि अभावपदार्थेन भावपदार्थस्य उत्पत्तिः इति न भवति इति वयं दृष्टवन्तः. तर्हि तस्मात् अग्रे सरेम. रामप्रिया भगिनी, भवती आरम्भं करोति वा? इत्युक्ते अत्र प्रश्नः अभावपदार्थेन इति अस्ति खलु, तस्मात् पठेम. प्रश्नः अभावपदार्थः, उत्तरं सत्यं. तेन अभावपदार्थेन विभागः उत्पद्यते इति वक्तव्यं चेत् अभावेन भावपदार्थस्य उत्पत्तिः इति अङ्गीकृतं भवति. इदानीं पूर्वपक्षी पूर्वस्मिन् प्रश्नस्य उत्तरं ददाति, संयोगनाशः इति कीदृशपदार्थः इत्युक्ते सः वदति अभावपदार्थः इति. सिद्धान्ती वदति सत्यम्, अभावपदार्थः एव संयोगनाशः, परन्तु अभावपदार्थेन इत्युक्ते संयोगनाशेन विभागः उत्पद्यते इति वदामः चेत् अभावेन भावपदार्थस्य उत्पत्तिः इत्युक्ते संयोगनाशेन विभागस्य उत्पत्तिः अपि वयं अङ्गीकरणीयम् इति. अग्रे भगिनि, पुनः प्रश्नः अस्ति, अभावपदार्थेन भावपदार्थस्य उत्पत्तिः इति भवति खलु, यथा रूपनाशात् रूपान्तरम् उत्पद्यते, यत्र तेजसंयोगेन आम्रफले हरितरूपं नश्यति, रूपान्तरं च उत्पद्यते, तत्र न केवलं तेजसंयोगः अपि तु पूर्वविद्यमानरूपस्य नाशः अपि परविद्यमानरूपं प्रति कारणम्. यावत् पूर्वविद्यमानरूपनाशः न जायते तावत् रूपान्तरं न उत्पद्यते इति कृत्वा. यदा अभावपदार्थेन भावपदार्थस्य उत्पत्तिः इति भवति एव इति पूर्वपक्षिणः पुनः वदति, किम् उदाहरणमपि दत्वा वदति, यत् रूपनाशात् रूपान्तरम् उत्पद्यते, यदा रूपनाशः भवति तदा रूपान्तरम् अन्यरूपं भिन्नरूपम् उत्पद्यते इति. यदा तेजसंयोगः भवति आम्रफले, तत्र हरितरूपं नश्यति, हरितरूपं नश्यति, अनन्तरं रूप नूतनरूपम् अत्र उत्पद्यते, तत्र न केवलं तेजसंयोगः अपि तु पूर्वविद्यमानरूपस्य नाशः. न केवलं तेजसंयोगः इत्युक्ते तेजसंयोगस्य अपि नाशः भवति, पूर्वविद्यमानरूपस्य नाशः, हरितरूपस्य नाशः, अनन्तरं परविद्यमानरूपं प्रति कारणम् तेजसंयोगः. अवगतं, क्षम्यताम्, अवगतं. तेजसंयोगः पूर्वविद्यमानरूपस्य नाशस्य अपि कारणं, नूतनरूपस्य प्रति अपि कारणम् अस्ति तेजसंयोगः इति एव. यावत् पूर्वविद्यमानरूपनाशः न जायते तावत् रूपान्तरं न उत्पद्यते इति कृत्वा. किमर्थम्? एकक्षणं भगिनि, तत्पूर्वं तत्र पूर्वस्मिन् वाक्ये तत्र पुनः एकवारं पठित्वा किञ्चित् वदतु तत्र. यत्र तेजसंयोगेन, यत्र तेजसंयोगेन आम्रफले हरितरूपं नश्यति, रूपान्तरं च उत्पद्यते. तत्र न केवलं तेजसंयोगः, अपि तु पूर्वविद्यमानरूपस्य नाशः अपि परविद्यमानरूपं प्रति कारणम्. अत्र तेजसंयोगेन आम्रफलस्य हरितरूपं नश्यति प्रथमं, रूपान्तरम् उत्पद्यति इत्युक्ते नूतनरूपं तत्र तस्य उत्पादनं भवति. तत्र तस्मिन् समये तद् न केवलं तेजसंयोगः, अपि तु पूर्वविद्यमानरूपस्य नाशः अपि परविद्यमानरूपं प्रति कारणं. नूतनरूपस्य कारणं तु तेजसंयोगः, अपि तु पूर्वविद्यमान रूपस्य नाशः. हरितरूपम् अपि नूतनरूपस्य कारणं, हरितरूपस्य नाशः अपि नूतनरूपस्य उत्पादनस्य कारणं. तेजसंयोगः अपि द्वयोः अपि किल, इत्युक्ते तेजसंयोगः अपि, अपि च पूर्वं विद्यमा पूर्वं विद्यमानः रूपः तस्य नाशः अपि इति. यावत् पूर्वविद्यमानरूपनाशः न जायते तावत् रूपान्तरं न उत्पद्यते इति कृत्वा. आम्, यदा हरितरूपस्य नाशः न भवति तावत् नूतनरूपं न उत्पद्यते इति कृत्वा द्वयोः अपि कारणं, तेजसंयोगः अपि तु पूर्वविद्यमानरूपनाशः. उत्तरं ददाति, निमित्तकारणं तु भवितुमर्हति अभावः. यथा महान् वायुः अस्ति चेत् वृष्टिः न पतिष्यति, अतः वृष्टिपातं प्रति महान् वायुः प्रतिबन्धकः, तस्य च अभावे एव वृष्टिः भवति. तर्हि वायोः अभावः वृष्टिपातस्य कारणं, निमित्तकारणं, परन्तु न समवायी न वा असमवायी कारणम्. अत्र संयोगनाशं, निमित्तकारणं तु भवितुम् अर्हति अभावः. अभावः अभावः संयोगनाशं प्रति निमित्तकारणम् इति वदति वा? सत्यं, संयोगनाश प्रति निमित्तकारणम् इत्युक्ते इत्युक्ते अभाव पूर्वं प्रथमपूर्वस्मिन् प्रश्नस्य प्रथमवाक्यं किम् आसीत्? अभावपदार्थेन भावपदार्थस्य उत्पत्तिः भवति खलु इति खलु. तर्हि इत्युक्ते तत्र कारणं न भवितुं शक्नोति इति पूर्वपक्षी सिद्धान्ती न उक्तं पूर्वं. तर्हि तत्र प्रतिपक्षी वदति तथा नास्ति, अभावपदार्थेन भावपदार्थस्य उत्पादनं तु भवति एव इति. तस्य उत्तरत्वेन इदानीं वदति तत्र निमित्तकारणं भवति इत्युक्ते तत्र अभावपदार्थः भावपदार्थस्य निमित्तकारणं भवितुम् अर्हति, न तु अन्यथा इति. संयोगनाशः विभागस्य निमित्तकारणं तु भवति इति, भवितुम् अर्हति इति भवति इति न, इत्युक्ते तत्र संयोगनाशः इति प्रसङ्गः नास्ति वस्तुतः. तत्र केवलम् अभावपदार्थः भावपदार्थस्य निमित्तकारणं भवितुम् अर्हति इति एव. यथा महान् वायुः अस्ति चेत् वृष्टिः न पतिष्यति. यदा वायुः, महान् वायुः इत्युक्ते वृष्टिः न पतिष्यति इति, वृष्टि अभावः भवति इति. अतः वृष्टिपातं प्रति महान् वायुः प्रतिबन्धकः. आम्, महान् वायुः इति यदा वृष्टि पातं प्रति तत्तु प्रतिबन्धकः, तस्य च अभावे एव वृष्टिः भवति. यदा महान् वायुः अभावः अस्ति चेदेव वृष्टिः भवति. तर्हि वायोः अभावः वृष्टिपातस्य कारणं निमित्तकारणं, परन्तु वायोः अभावः वृष्टिपातस्य कारणमस्ति, आम्, परन्तु तत्तु निमित्तकारणम् अस्ति, न तु समवायि न वा असमवायि, समवायि वा न समवायिकारणमपि नास्ति वायुः वृष्टिपातस्य, न वा असमवायिकारणम्, परन्तु निमित्तकारणम् अस्ति इति वदन्ति. किमर्थम् इति अग्रे अस्ति इति चिन्तयामि, परन्तु अत्र संयोगनाशस्य विभागं प्रति कारणत्वम् अस्माभिः उच्यमानम् असमवायिकारणरूपं जातम्. अभावपदार्थः भावपदार्थस्य उत्पत्तौ असमवायिकारणं न भवति. यत्र परन्तु यत् अत्र संयोगनाशस्य विभागं प्रति कारणत्वम् अस्माभिः उच्यमानम् असमवायिकारणरूपं जातम्. संयोगनाशस्य विभागं प्रति किं कारणम् इति इत्युक्ते असमवायिकारणरूपं जातम् इति वयं पूर्वम् उक्तवन्तः भगिनि. न इति तत्र यदा संयोगनाशः इदानीं तत्र संयोगनाशः विभागस्य कारणम् इति स्वीकुर्मः चेत् तत्र संयोगनाशः तत्र संयोगनाशः अपि च विभागः तयोः मध्ये इदानीं समानाधिकरण्यमस्ति खलु. तर्हि तत्र असमवायिकारणम् इत्युक्ते किं कीदृशम् इत्युक्ते असमवायिकारणस्य लक्षणवाक्यं किम्? कार्येण वा कारणेन वा एकस्मिन् अर्थे समवेतं तत् कारणम् असम. तर्हि इदानीं विभागः इति इत्युक्ते हस्तपुस्तकयोः विभागः इति स्वीकुर्मः चेत् हस्ते विभागः जातः खलु, हस्ते संयोगनाशः अपि जातः इति कृत्वा संयोगनाशः विभागस्य कीदृशकारणं भवेत्? अस्तु प्रथमम् एवं कुर्मः, विभागस्य समवायिकारणं किम्? विभागः समवायेन स्थित्वा समवायेन कार्यं जनयति, द्विनिष्ठः विभागः. न न एकक्षणं, न समवायिकारणस्य लक्षणवाक्यं किम्? समवायिकारणं तादात्म्येन स्वस्मिन् तादात्म्येन स्थित्वा समवायेन कार्यं जनयति. सत्यं. तर्हि इदानीं हस्तपुस्तकयोः विभागः जातः चेत् सत्यं, विभागः द्विनिष्ठः. तर्हि कुत्र अस्ति, कुत्र अस्ति विभागः? हस्ते अपि अस्ति, पुस्तके अपि अस्ति. अस्तु तर्हि इदानीं हस्ते विभागः अस्ति इति स्वीकुर्मः चेत् तत्र तस्य विभागस्य समवायिकारणं किम्? हस्तः एव. तर्हि संयोगनाशः इदानीं कुत्र अस्ति? संयोगनाशः संयोगनाशे एव अस्ति इति वा? न संयोगनाशः कुत्र अस्ति इदानीं? संयोगः कुत्र आसीत्? हस्तपुस्तकयोः. संयोगनाशः तर्हि कुत्र? हस्तपुस्तकयोः. सत्यं. तर्हि संयोगनाशः इदानीं हस्ते अस्ति खलु. तर्हि इदानीं कीदृशं तत्र कीदृशं कारणं भवेत् संयोगनाशः विभागं प्रति? ओहो, असमवायिकारणं. किमर्थं? किमर्थम् इत्युक्ते विभागं प्रति असमवायि, यदा हस्ते अपि अस्ति पुस्तके अपि अस्ति संयोगनाशः इति असमवायिकारणस्य लक्षणवाक्यं किम् उक्तं भवत्या? कार्येण एकस्मिन् अर्थे समवेतं तत् कारणम् असमवायिकारणं. सत्यम्. इदानीं कार्यं किम्? संयोगनाशः विभागः तर्हि विभागः इति विभागः कुत्र अस्ति विभागः हस्तपुस्तकयोः समान अधिकरणम् अस्ति तर्हि विभागः विभागः अपि च तत्र कस्य समानाधिकरणम् अस्ति इदानीम् इत्युक्ते तत्र संयोगनाशः विभागस्य समानाधिकरणम् अस्ति सत्यं तर्हि एकक्षं तर्हि कीदृशम् असमवायिकारणं भवति तत्र कारणं द्विविधं कार्येण सह कार्येण सह प्रथमविध असमवायिकारणम् इति उत्तमं कार्येण सह इति कृत्वा असमवायिकारणं भवति क्षम्यता भ्रमः जातः अस्तु तर्हि तावत्पर्यन्तं स्पष्टं खलु तर्हि अग्रे सुनील् महोदय भवान् पठति वा इदानीं प्रश्नः किन्तु अत्र संयोगनाशः इति अभावः असमवायिकारणम् इति न उच्यते संयोगनाशः समवायसम्बन्धेन अधिकरणे नास्ति अतः असमवायिकारणं कथं वा स्यात् अतः इदानीं पुनः प्रश्नः अत्र संयोगनाशः इति अभावः इति एव अत्र इदानीम् अत्र वदामः अत्र एषः संयोगनाशः असमवायिकारणम् इति न इदानीं न उच्यते संयोगनाशः समवायसम्बन्धेन अधिकरणे नास्ति अतः किमर्थम् इत्युक्ते अत्र संयोगनाशः अत्र अधिकरणे इदानीं नास्ति अथवा समवायसम्बन्धेन इदानीं नास्ति अतः असमवायिकारणं कथं वा स्यात् अतः पुनः प्रश्नः आगच्छति संयोगनाशः असमवायिकारणं कथं भवति इति उत्तरमस्ति एवं सति विभागस्य असमवायिकारणं किम् अतः उत्तररूपेण अन्यप्रश्नः अस्ति एवं स्वीकृत्य विभागस्य असमवायिकारणं किम् इति पुनः पृच्छति प्रश्नः विभागस्य असमवायिकारणं भेदेव भवेदेव इति नास्ति किल विभागस्य असमवायिकारणं भवति इति एवं न स्वीकरोतु इति अतः पुनः उत्तरं भवति कोऽपि भावपदार्थः उत्पद्यते चेत् तस्य असमवायिकारणं तस्य समवायिकारणम् असमवायिकारणं च भवतः विभागः भावरूपपदार्थः तस्य असमवायिकारणं भवेदेव किमपि द्रव्यं गुणं कर्मं वा पश्यतु जातिः विशेषः समवायः एते तु न उत्पद्यन्ते नित्यत्वात् किन्तु द्रव्यं गुणः कर्म इत्येतेषां असमवायिकारणं भवत्येव अतः कथम् असमवायिकारणं विना विभागरूपभावपदार्थस्य उत्पत्तिः कर्तुं शक्येत अतः अत्र उत्तरम् अस्ति कोऽपि भावपदार्थः उत्पद्यते चेत् तस्य समवायिकारणम् असमवायिकारणं च भवतः अत्र भावपदार्थः यदि स्वीकुर्मः चेत् अत्र तस्य असमवायिकारणे कारणं च समवायिकारणं भविष्यतः एव इति अस्ति अत्र विभागः भावरूपपदार्थः इति वयं जानीमः अतः अत्र असमवायिकारणं भविष्यति एव इति किमपि द्रव्यं गुणं कर्मं वा पश्यतु अत्र जातिः विशेषः समवायः एते तु न उत्पद्यन्ते नित्यत्वात् अतः अत्र द्रव्यं गुणः कर्म अत्र सन्ति चेत् अत्र अस समवायकारणस्य विशेषः अपि अस्ति. जातिः विशेषः समवायः एते तु न उत्पद्यन्ते नित्यत्वात्. अतः अत्र जातिः विशेषः समवायः एते तु न उत्पद्यन्ते नित्यत्वात्. अहं न स्मरामि एवम्. अस्तु, तर्हि तत्र विद्याशङ्करमहोदय भवान् अत्र किञ्चित् साहाय्यं करोति वा? वदामि भगिनि. अत्र जातिः विशेषः समवायः एते पदार्थाः नित्याः, नित्यपदार्थस्य उत्पन्नं न भवति, तस्य आकाशः कालः तेषाम् उत्पत्तिः न भवति, ते अस्ति एव. तथा जातिविशेषः समवायः, किन्तु द्रव्यं गुणं कर्म इति तथा न इति सारांशः. सत्यं. तर्हि तत्र नित्य ते तु नित्यपदार्थः इति कृत्वा तेषां तत्र उत्पादनं न भवति इति कृत्वा तत्र कारणं नास्ति. परन्तु यद् द्रव्यं गुणः कर्म तेषां तु तत्र उत्पादनं भवति इति कृत्वा यस्य उत्पादनं भवति तस्य कारणं तु अस्ति एव. इत्युक्ते समवायि अपि च असमवायिकारणम् इति तु द्वयमपि भवति एव इति. अतः अत्र पुनः प्रश्नः अस्ति, अत्र द्रव्यं गुणः कर्म इत्येतेषा असमवायिकारणं भवति एव. अतः असमवायिकारणं विना विभागरूपभावपदार्थस्य उत्पत्तिः कर्तुं कथं शक्येत इति पुनः प्रश्नः. अग्रे पठामि वा? इत्युक्ते उत्तरं तत्र इदानीं न समाप्तं खलु, इतोपि अधिकमस्ति. अस्माभिः उक्ते क्रमे दण्डं भगिष्यामि. तत्र द्रव्यं गुणं कर्म वा पश्यतु इति दत्तमस्ति. तत्र कर्मणि असमवायिकारणम् एकस्मिन् द्रव्ये कर्म जायते चेत् तत्र असमवायिकारणं किं भवति? कन्दुकमस्ति कर्म जायते चेत् तत्र कन्दुकम् उपरि क्षिपामः चेत् तत्र कन्दुकम् इति तस्य समवायिकारणं भवति. समवायिकारणं तु भवत्येव. सत्यं. तत्र इदानीं क्रिया तु न पठितवन्तः महोदय, तर्हि न जानामि वस्तुतः, महोदयं प्रष्टव्यं. परन्तु साधारणतया यद्वदामः इत्युक्ते समवायिकारणम् इति द्रव्यम्, असमवायिकारणम् इति तस्मिन् विद्यमानः गुणः अथवा क्रिया इति इति यदा वयं कारणप्रसङ्गे पठितवन्तः तथा तद्दृष्टवन्तः इति मत्वा तत्र किमपि गुणः वा किमपि स्यात् यत् तथा भवेत् इति मम चिन्तनं, परन्तु स्पष्टतया न जानामि. अस्तु भगिनि, एवमेव मया पृष्टम्. अहं पठामि. अस्माभिः उक्ते क्रमे दण्डक्रियातः एकस्मिन् कपाले द्वयोः मध्ये वा क्रिया उत्पन्ना, सा च क्रिया विभागं जनयति. सा क्रिया विभागस्य असमवायिकारणं, सा च विभागः पुनः संयोगनाशस्य निमित्तकारणम्. एवं च विभागरूपभावपदार्थोत्पत्तिं प्रति क्रियारूपभावपदार्थस्य असमवायिकारणत्वं सुष्ठु उत्पद्यते. नो चेत् विपरीतक्रमे असमवायिकारणभावे सत्यपि विभागस्य उत्पत्तिः अस्माभिः अङ्गीकर्तव्या भवति. पुनः एकैकवाक्यं पठामि. अस्माभिः उक्ते क्रमे दण्डक्रियातः एकस्मिन् कपाले द्वयोः मध्ये वा क्रिया उत्पन्ना. अनन्तरं पूर्वं वयं दृष्टवन्तः अत्र दण्डं दण्डे क्रिया भवति, अतः एकस्मिन् कपाले कपाले द्वयोः मध्ये वा क्रिया उत्पन्ना. इत्युक्ते घटस्य उपरि दण्डाः स्थापयामि इति वा न, इत्युक्ते दण्डेन इदानीं घट घटः तत्र दण्डः घटं प्रति क्षिपामः चेत् तत्र इदानीं कपालद्वयसंयोगेन घटः जातः खलु. इदानीं तत्र कपालद्वयोः द्वयोः मध्ये यः संयोगः आसीत् तत् तेन क्रिया तया क्रियया इत्युक्ते दण्डपातनक्रिया तया क्रियया इदानीं तत्र यः संयोगः आसीत् तस्य नाशः अभवत्. इदानीं कपालद्वयम् अस्ति इदानीं. हा, इत्युक्ते तर्हि तयोः मध्ये क्रिया जाता इति कृत्वा इदानीं तत्र विभागः अपि जातः खलु. अतः स च क्रिया विभागं जनयति. घटस्य मध्ये दण्डः दण्डस्य पादनं भवति, अतः अत्र क्रिया भवति, अतः सा क्रियया विभागः अस्ति इदानीं. अतः सा क्रिया विभागस्य असमवायकारणं भवति. सा च विभागः पुनः संयोगनाशस्य निमित्तकारणम्. अतः एषः विभागः संयोगनाशस्य निमित्तकारणमपि भवति. एवं च विभागरूपभावपदार्थोत्पत्तिं प्रति क्रियारूपभावपदार्थस्य असमवायकारणत्वं सुष्ठु उपपद्यते. अतः अत्र विभाग रूपभावपदार्थस्य उत्पत्तिं प्रति क्रियारूपभावपदार्थस्य असमवायकारणत्वम् अत्र भवति. नो चेत् विपरीतक्रमे असमवायिकारणाभावे सत्यपि विभागस्य उत्पत्तिः अस्माभिः अङ्गीकर्तव्या भवति. एवं न स्वीकरोति चेत् अत्र विपरीतक्रमे एकक्षणं महोदय, विपरीतक्रमे इत्युक्ते किम्? आम्, इदानीं पूर्वम् अस्ति विभागरूपभावपदार्थं प्रति क्रियारूपभावपदार्थस्य पदार्थः असमवायकारणं भवति इति. विपरीतम् इत्युक्ते घटस्य उत्पत्तिः एव किल? न न न न, तत्र इदानीम् अस्माकं प्रसङ्गः कः? तत्र संयोगनाशः अपि च विभागः खलु, तयोः मध्ये कार्यकारणभावः. तर्हि तदेव गतकक्षायामपि वयं दृष्टवन्तः, तत्र तत्र समनियतत्वम् इति दृष्टवन्तः खलु. इत्युक्ते यत्र संयोगनाशः अस्ति तत्र विभागः अस्ति, यत्र विभागः अस्ति तत्र संयोगनाशः अस्ति इति. तर्हि तत्र पूर्वपक्षी अपि पृष्टवान् तत्र, तर्हि संयोगनाशः किमर्थं विभागस्य कारणं न इति. तदर्थमेव तत्र अभावपदार्थः भावपदार्थस्य कारणं न भवितुम् अर्हति इति तत्सर्वम् इदानीम् अस्माकं चर्चा इदानीं, तर्हि तेन कारणेन खलु. तर्हि इदानीं तत्र सिद्धान्ति वदति, तर्हि यदा तत्र क्रिया जाता चेत् क्रियया इत्युक्ते यः क्रमः वयं पूर्वम् उक्तवन्तः, इत्युक्ते प्रथमक्षणे क्रिया, तदनन्तरं विभागः, तदनन्तरं संयोगनाशः इति स्वीकुर्मः चेत् क्रिया इति विभागस्य असमवायिकारणं भवति, संयोगनाशस्य विभागः इति निमित्तकारणं भवति इति. परन्तु तर्हि किं भवति तेन? विभागः इति यः भावपदार्थः अस्ति तस्य भावपदार्थस्य असमवायिकारणं भवति क्रिया इति अन्यभावपदार्थः. परन्तु विपरीतक्रमे गच्छामः चेत् संयोगनाशः इति असमवायिकारणं भवति विभागस्य, खलु? इति कृत्वा अत्र तत्र तादृशम् आपतति इति इदानीं सिद्धान्ती वदति. इत्युक्ते अत्र इदानीं इदानीं वयं चिन्तयामः विभागस्य च संयोगनाशस्य मध्ये क्रिया अपि अस्ति इति, तदेव किल अत्र? न, विभागस्य संयोगनाशस्य मध्ये इति न, खलु? क्रिया प्रथमं जाता, क्रिया जाता इति कृत्वा तया क्रियया संयोगनाशः विभागः द्वयमपि अभवत्. इत्युक्ते तत्र हस्तपुस्तकयोः संयोगः अस्ति, खलु? तर्हि इदानीं हस्ते काचित् क्रिया जाता इति कृत्वा इदानीं हस्तः अपि च पुस्तकं तयोः मध्ये यः संयोगः पूर्वम् आसीत् इदानीं तद् नास्ति. इदानीं हस्तपुस्तकयोः विभागः अभवत्, खलु? अपि च तयोः मध्ये यः संयोगः पूर्वम् आसीत् तस्य नाशः अपि, इत्युक्ते संयोगस्य नष्टः अथवा संयोगनाशः अपि अभवत्. तर्हि प्रथमं क्रिया, तदनन्तरं विभागः, तदनन्तरं संयोगनाशः इति स्वीकुर्मः चेत् संयोगनाशस्य असमवायिकारणं भवति क्रिया, क्षम्यतां, विभागस्य असमवायिकारणं भवति क्रिया, संयोगनाशस्य निमित्तकारणं भवति विभागः इति भवति. परन्तु विपरीतक्रमे, इत्युक्ते क्रिया संयोगनाशः विभागः इति स्वीकुर्मः चेत् विभागस्य असमवायिकारणं भवति संयोगनाशः. तर्हि तत्र भावपदार्थस्य अभावपदार्थः असमवायिकारणम् इति आपतति, यत् तथा न भवितुम् अर्हति. इदानीं स्पष्टं, प्रथमरीत्या क्रिया विभागः संयोगनाशः इति अस्ति, अनन्तरं विपरीतक्रमे इत्युक्ते क्रिया संयोगनाशः विभागः इति स्वीकरणीयं. सत्यम् इति. तर्हि तत्र तथा विपरीतक्रमे वदामः चेत् एकं वा तत्र संयोगनाशः इति असमवायिकारणम् इति अङ्गीकरणीयम्, अथवा असमवायिकारणं नास्ति इति अङ्गीकरणीयं. द्वयमपि तत्र सम्यक् नास्ति इति वयं पूर्वम् उक्तवन्तः. इत्युक्ते अभावपदार्थः भावपदार्थस्य कारणं न भवितुम् अर्हति, अपि च द्रव्यगुण कर्माणां तत्र असमवायिकारणं नास्ति इति अपि न वक्तुं शक्नुमः इति वयं पूर्वं दृष्टवन्तः. इत्युक्ते तेषां तत्र असमवायिकारणं भवेत् इति. विपरीतक्रमे असमवायिकारणाभावे सत्यपि विभागस्य उत्पत्तिः अस्माभिः अङ्गीकर्तव्या भवति, तदेव इदानीं भवती उक्तवती. अन्य अग्रे पठामि वा? तत् समापयतु महोदय, सः भागः आगत्य इति. आगत्य विभागस्य असमवायिकारणम् अपेक्षितं, तच्च असमवायिकारणक्रिया इत्येव भवितुम् अर्हति. एकवारं यदा कपाले क्रिया उत्पद्यते तदा झटिति विभागः उत्पद्यते, अनन्तरमेव संयोगनाशः. अत्र इदानीं संक्षेपरीत्या अस्ति, विभागस्य असमवायिकारणम् अत्र अपेक्षितम्, अतः असमवायिकारणं क्रिया इति एव भवितुमर्हति. यदा कपाले क्रिया भवति तदा अत्र विभागः उत्पद्यते, अनन्तरमेव संयोगनाशः इति अत्र एवमेव अत्र स्वीकरणीयम् इति. सम्यक्. तर्हि अत्र प्रश्नः अस्ति, अस्मिन् परिच्छेदे स च विभागः पुनः संयोगनाशस्य निमित्तकारणम् इति लिखितं. परिच्छेदद्वयपूर्वं अस्माभिः संयोगनाशस्य विभागं प्रति कारणत्वम् उच्यमानम् असमवायिकारणरूपं जातम्, तत्र असमवायकारणम् अत्र निमित्तकारणम् इति लिखितम्. न न, संयोगनाशस्य विभागं प्रति कारणत्वं खलु, इत्युक्ते संयोगनाशः विभागं प्रति असमवायिकारणम् इति आपतति इति, यत् अस्माकं न इष्टं. तत्र द्वितीयं वाक्यं पश्यतु, अभावपदार्थः भावपदार्थस्य उत्पत्तौ असमवायिकारणं न भवति इति. इत्युक्ते तत्र यथा पूर्वं तत्र यत् पूर्वपक्षी वदति तेन प्रकारेण किं भवति इत्युक्ते संयोगनाशः विभागस्य कारणम् इति भवति. तर्हि संयोगनाशः विभागस्य असमवायिकारणम् इति भवति खलु, यतोहि तत्र भावपदार्थस्य असमवायिकारणं तु भवति एव. एतस्माकं न इष्टं. परन्तु विपरीतक्रमे पश्यामः चेत् इत्युक्ते विभागः संयोगनाशस्य कारणम् इति अस्ति चेत् विभागः निमित्तकारणं भवति संयोगनाशस्य. भवान् एव अग्रे पठतु महोदय. अपि च अहं चिन्तयामि तत्र प्रायः अभावस्य तत्र असमवायिकारणं समवायिकारणम् इति न अपेक्षितम् इति, इत्युक्ते द्रव्यगुणकर्म तयो तेषामेव तत्र समवायी असमवायिकारणम् इति भवति इति पूर्वम् उक्तं खलु. तर्हि अभावस्य प्रायः तथा न स्यात् इति कृत्वा निमित्तकारणम् इति भवति इति चिन्तयामि. अस्तु, इदानीं पूर्वपक्षी पृच्छति, अस्तु साधु एव, विभागसंयोगनाशयोः कार्यकरणभावं स्वीकुर्मश्चेत् भवदुक्तरीत्या समनीयतत्त्वं वर्तते चेदपि विभागरूपभावपदार्थस्य असमवायिकारणावश्यकत्वात् विभागः पूर्वमेव संयोगनाशः अनन्तरम् इति स्वीकर्तव्यं स्यात्. परन्तु वस्तुतः विभागः च संयोगनाशः च द्वयमपि युगपत् क्रियया उत्पद्यते इति मम भाति. क्रिया एव द्वयोः कारणं, समानकाले व्युत्पत्तिः द्वयोः इति युक्तपूर्णमार्गः प्रतीयते विभागः संयोगनाशः इति पदार्थद्वयं समानम् इति न, किन्तु समानकाले व्युत्पन्नं लाघवम् अपि अस्ति. अत्र विद्याशङ्करमहोदय, एकनिमिषं महोदय. पूर्वस्मिन् परिच्छेदे भगिनी संयोगनाशः किञ्चित् भ्रमः जातः मयि. संयोगनाशः कुत्र वर्तते, नाशस्य अधिष्ठानं किम्? यत्र संयोगः आसीत् तत्रैव संयोगनाशः खलु, इत्युक्ते संयोगः पूर्वं हस्तपुस्तकयोः संयोगः आसीत्, इदानीं हस्तपुस्तकयोः संयोगः नास्ति. तर्हि संयोगनाशः अपि यत्र संयोगः आसीत् तत्र एव संयोगः नश्यति. संयोगनाशः अपि द्विनिष्ठः, हस्ते अपि अस्ति इति पूर्वं दृष्टवन्तः खलु अस्माभिः. आमाम्, इदानीं विभागः इति गुणः अपि द्विनिष्ठः किल. विभागः समवाये हस्ते अपि च पुस्तके वर्तते. नाशः केन सम्बन्धेन वर्तते? अभावः तु स्वरूपसम्बन्धेन वर्तते खलु. स्वरूपसम्बन्धः, आम् भगिनि, तत्र एव किञ्चित् भ्रमः जातः इति चेत् तत्र असमवायिकारणं न भवितुम् अर्हति. किमर्थमित्युक्ते एकमेव समवाये तिष्ठति, अन्यस्तु स्वरूपसम्बन्धेन तिष्ठति इति कृत्वा. क्षम्यतां महोदय. चिन्ता नास्ति महोदय. अस्तु, अत्र पूर्वस्मिन् परिच्छेदे सिद्धान्तिना उक्तं यत् विभागं प्रति असमवायकारणं क्रिया, असमवायकारणं क्रिया, आरम्भे क्रिया, अनन्तरं विभागः उत्पद्यते, अनन्तरं संयोगनाशः इति क्रमः उक्तम्. इदानीं प्रतिपक्षी अस्तु साधु स्वीकरोति, साधु एव, तथापि विभागसंयोगनाशयोः कारणकारणीभावः स्वीकुर्मः. विभागसंयोगनाशयोः कारणकारणीभावः अस्ति इति स्वीकरोति, तथापि अपि च यथा पूर्वमुक्तं भवदुक्तरीत्या समनियतत्वं, सामान्यतत्वम् इत्युक्ते यत्र विभागः भवति तत्र संयोगो नाशः अपि अवश्यं भवति, तथा तथा स्वीकुर्मः चेत् अपि विभागरूपभावपदार्थस्य असमवायिकारण आवश्यकत्वात् विभागः अस्तु, विभागम् इति भावपदार्थः, तादृशभावपदार्थस्य असमवायिकरणम् अवश्यं भवेत्, असमवायिकरणस्य आवश्यकता अस्ति, तस्मात् विभागः पूर्वं संयोगनाशः अनन्तरम् इति स्वीकर्तव्यं भवति, नो चेत् यथा पूर्वम् उक्तम् अभावपदार्थेन भावपदार्थः उत्पद्यते इति क्लेशः समस्या आपतति, तदर्थं क्रिया आरम्भे असमवायिकारणम् अनन्तरं विभागः अनन्तरं तस्मात् संयोगनाशः इति स्वीकर्तव्यं भवति, परन्तु वस्तुतः विभागः च संयोगनाशः च द्वयमपि युगपत् क्रिया उत्पद्यते इति मम भाति, तस्य अनुभवः एवम् अस्ति यत् विभागः संयोगनाशः समानकाले द्वयमपि उत्पद्यते एकया क्रियया इति तस्य अनुभवः अभिप्रायः वा, तर्हि क्रिया एव द्वयोः कारणं, समानकाले तयोः व्युत्पत्तिः चेत् एकस्य कारणकारणभावः न भवितुमर्हति, विभागसंयोगनाशयोः समानकाले तयोः व्युत्पत्तिः भवति, तयो द्वयोः कारणम् एका क्रिया एव, एका क्रिया एव संयोगनाशं प्रति कारणं विभागं प्रति कारणम् इति युक्तपूर्णमार्गः इति सः इति दृश्यते इति सः वदति, युक्तपूर्ण इति तस्मिन् अनुभवः अस्ति, तस्मिन् किञ्चित् तर्कः अस्ति इति दृश्यते. विभागाय संयोगनाशः इति पदार्थद्वयं समानम् इति न, तत्र भेदः अस्ति, विभागः एकः भावपदार्थः, संयोगनाशः अभावपदार्थः, तस्मात् तयोः समानं न अस्ति, तथापि समानकाले एकया क्रियया द्वयोः जातं भवति, तत्र लाघवमपि अस्ति, युक्तपूर्णमार्गः अपि अस्ति इति सः प्रदर्शयति. अग्रे उत्तरं, सम्यक् चिन्तनं भवतः, अत्र भिन्नक्षणोत्पत्तिकत्वम् इति कथं प्रतिपादयितुं शक्नुमः इति उक्तौ, संयोगनाशं प्रति तत्र तत्र क्रियायाः कारणत्वकल्पनापेक्षया विभागेन एव संयोगनाशः उत्पद्यते इति अङ्गीकुर्मश्चेत् संयोगनाशं प्रति विभागः कारणमिति कार्यकारणभावे लाघवं भवति. इदानीं सिद्धान्ती वदति, सम्यक् चिन्तनम् अस्ति, एका क्रिया द्वयोः उत्पादनं भवतु एव, किन्तु भिन्नक्षणोत्पत्तिकत्वम् इत्युक्ते समानकाले न उत्पन्नं, किन्तु प्रथमं विभागः अनन्तरं संयोगनाशः इति भिन्नक्षणोत्पत्तिकत्वम् इति कथं प्रतिपादयितुं शक्नुमः इति प्रश्नः अस्ति चेत्, तत्र संयोगनाशं प्रति तत्र तत्र क्रियायाः कारणत्वकल्पनापेक्षया विभागेन एव संयोगनाशः उत्पद्यते इति अङ्गीकुर्मः चेत् संयोगनाशं प्रति विभागः कारणमिति कार्यकारणभावे लाघवं भवति. अत्र पूर्वं दृष्टं संयोगनाशः किं संयोगः वा क्रियातः भवति अपि च संयोगजः भवति इति, हस्तपुस्तकसंयोगः क्रियया, कायपुस्तकसंयोगः संयोगजः इति दृष्टं, तर्हि कुत्रचित् क्रियया क्रियाया एकाय क्रियया विभागः उत्पद्यते, संयोगनाशः उत्पद्यते इति एकम् अपि चेत्, तर्हि संयोगजन्यसंयोगनाशः तस्य तं प्रति संयोगनाशमेव कारणं, तर्हि कारणद्वयम् इति वक्तव्यं भवति, एकस्मिन् कुत्रचित् क्रियायाः कारणत्वकल्पनापेक्षया विभागेन एव संयोगनाशः उत्पद्ये, कुत्रचित् विभागेन क्रियातः विभागः, विभागेन संयोगनाशः इति कुत्रचित्, अन्यत्र संयोगजनाशं प्रति संयोगनाशः एव तत्र कारणम् इति कारणद्वयम् इति भवितुम् इति वक्तव्यं भवति, तस्मात् लाघवं नास्ति, तदर्थम् एका एव विभागः एव कारणं स्वीकुर्मः चेत् सर्वथा संयोगनाशं प्रति विभागः इति कारणं भवति चेत् तत्र लाघवं भवति. कथम् इति अग्रे उच्यते, इत्युक्ते तत्र पूर्वं प्रतिपक्षी वदति तत्र समानकाले द्वयोः व्युत्पन्नं भवति चेत्, इत्युक्ते संयोगनाशः अपि च विभागः समानकाले जातः, समानकाले जातौ इति स्वीकुर्मः चेत् तत्र लाघवमस्ति इति. परन्तु इदानीं सिद्धान्ती वदति तत्र कार्यकारणभावं भावदृष्ट्या पश्यामः चेत् तत्र विभागस्य अनन्तरं संयोगनाशः इति स्वीकरणेन तत्र इतोपि लाघवमस्ति इति. तर्हि महोदय भवानेव अग्रे अपि पठतु. प्रश्नः, लाघवं कथम्? उत्तरं, कथं लाघवं लाघवम् अस्ति इति तेन उक्तं. सः पृच्छति कथं लाघवम्? उत्तरं, विभागं प्रति कुत्रचित् क्रिया कुत्रचित् विभागः इति कारणत्वेन अङ्गीकर्तव्यमेव. भवदुक्तरीत्या एकस्मिन् क्षणे संयोगनाशः विभागः च उत्पद्यते इति उक्तौ संयोगनाशं प्रति विभागः न कारणं. तर्हि किं कारणं संयोगनाशस्य? इदानीं सिद्धान्ती वदति कथं लाघवम् इति चेत् विभागं प्रति कुत्रचित् क्रिया कारणं कुत्रचित् विभागः कारणम् इति भवति, इति अङ्गीकर्तव्यं भवति. यथा भवदुक्तरीत्या एकस्मिन् क्षणे संयोगनाशः विभागः च उत्पद्यते इति वदनेन संयोगनाशं प्रति विभागः न कारणं. तर्हि किं कारणं संयोगनाशस्य? यथा प्रतिपक्षी उक्तवान् एकया क्रियया एकस्मिन् क्षणे विभागः संयोगनाशः च भवति चेत् तर्हि संयोगनाशं प्रति कुत्रचित् विभागः न कारणं भवति. तर्हि किं कारणं संयोगनाशस्य इति प्रश्नः उदेति. प्रश्नः अस्ति, क्रिया साक्षात्. भगिनी, तत्र प्रथमवाक्ये किमपि दोषः अस्ति वा? विभागं प्रति कुत्रचित् क्रिया कुत्रचित् विभागः इति कारणत्वेन अङ्गीकर्तव्यम्? हा, सत्यं खलु. यतोहि इदानीं तत्र यथा वयं संयोगप्रसङ्गे दृष्टवन्तः तथैव अत्रापि, इत्युक्ते तत्र हस्तपुस्तकयोः विभागः इति वदामः चेत् अत्र विभागः केन जायते? क्रियया. हस्तपुस्तकयोः विभागः यदा जातः तदा कायपुस्तकविभागः अपि जातः खलु. तर्हि हा, तत्तु विभागजः विभागः इति कृत्वा विभागस्य तत्र कारणद्वैविध्यम् अस्ति खलु, इत्युक्ते द्विविधः अस्ति कारणम् इति. तत्र क्रिया अपि विभागस्य कारणं, विभागः अपि विभागस्य कारणम्. विभागः अपि विभागजविभागस्य कारणं. हा, इत्युक्ते विभागः इति स्वीकुर्मः चेत् तत्र कीदृशविभागः इति आधारेण तत्र कारणद्वैविध्यम् अस्ति. इत्युक्ते क्रियया जातः विभागः इति अस्ति, विभागेन जातः विभागः इति अपि अस्ति. तर्हि हा, तद्वतेव संयोगनाशः अपि भवति, इत्युक्ते हस्तपुस्तकयोः यः संयोगः अस्ति तस्य नाशः अपि भवति, कायपुस्तकयोः यः संयोगः अस्ति तस्य नाशः अपि भवति. तर्हि इदानीं समानकाले इति स्वीकुर्मः चेत् तत्र किं भवति, तत्र संयोगनाशः अपि तथा भवति खलु, इत्युक्ते क्रियया जातः संयोगनाशः अपि च संयोगनाशेन जातः संयोगनाशः इति भवति इति कृत्वा अत्र लाघवं नास्ति इति अन्ततो गत्वा वदति सिद्धान्ती. पश्येम. तर्हि विद्याशङ्करमहोदय भवान्. तर्हि किं कारणं संयोगनाशस्य इति पृष्टं सिद्धान्तिना. प्रतिपक्षी वदति क्रिया साक्षात्. तस्य अभिप्रायः एवमेव आसीत्, क्रिया एव सर्वथा क्रियातः विभागः संयोगनाशः भवति इति तस्य मतं. तर्हि क्रिया एव भवति इति संयोगनाशं प्रति कारणमिति सः वदति. पुनः सिद्धान्ती वदति क्रिया अस्तु, अस्मिन् लाघवं वर्तते वा इति द्रष्टव्यं. विभागं प्रति क्वचित् क्रियाकारणं क्वचित् विभागः एव कारणं. क्रिया एव कारणमिति स्वीकुर्मः चेत् अस्मिन् लाघवम् अस्ति वा इति प्रष्टव्यं. किमर्थं चेत् कुत्रचित् पश्यति इत्युक्ते कुत्रचित् विभागं प्रति क्रियाकारणं, कुत्रचित् विभाग एव विभागं प्रति कारणं भवति इति आपतति. अग्रे पठामि वा? हा, अग्रे शुकोन महोदय भवान् पठति वा? हा, पठामि भगिनि. हा, प्रश्नः सत्यं नाम हस्तपुस्तकयोः विभागः कर्मजः, कायपुस्तकयोः विभागः विभागजः इति पूर्वपक्षी वदति. हस्तपुस्तकयोः यद्विभागः जातः तत् क्रियया जायते, कायपुस्तकयोः यद्विभागः जायते तत्तु विभागजः विभागेन जायते इति भवति इति पूर्वपक्षी वदति. उत्तरम्, इत्थञ्च विभागं प्रति क्वचित् क्रियाकारणं हस्तपुस्तकयोः विभागे हस्तगतक्रियाकारणं, क्वचित् विभागः एव कारणं, कायपुस्तकयोः विभागे हस्तपुस्तकविभागः कारणम्, इदानीं विभागः च संयोगनाशः च द्वयमपि युगपत् उत्पद्यते इति चेत् एवमेव करणीयं भवति संयोगनाशस्य कृते अपि इति सिद्धान्ती. तत्र क्लेशः किं भवति इति उपपादयति. विभागं प्रति तत्र कारण द्वयं अङ्गीकर्तव्यं. हस्तपुस्तकयोः मध्ये यद्विभागः जायते तत्तु हस्ते हस्तगतक्रियया जायते इति क्रिया एव तत्र कारणं भवति. कायपुस्तकयोः मध्ये यद्विभागः जातः तस्य कारणं तु हस्तगतक्रिया न भवति, किन्तु हस्तपुस्तकयोः विभागः एव कारणं भवति इति तत्र द्वैविध्यं भवति. तादृशमेव संयोगनाशस्यापि कारणं स्वीकार्यं भवति. संयोगनाशः हस्तपुस्तकयोः मध्ये यत् संयोगः आसीत् तत् नष्टं भवति क्रियया. इदानीं कायपुस्तकयोः मध्ये यत् संयोगः आसीत् तद् हस्तपुस्तकयोः हस्तपुस्तकमध्ये यत् संयोगनाशः अनेन जातः अनेन जायते. कायपुस्तकयोः मध्ये संयोगनाशः हस्तपुस्तकसंयोगनाशेन जायते इति तत्रापि स्वीकरणीयं भवति इति सिद्धान्ती वदति. पूर्वपक्षी इदानीं वदति, सत्यं हस्तपुस्तकयोः संयोगनाशे क्रियाकारणं, कायपुस्तकयोः संयोगनाशे हस्तपुस्तकसंयोगनाशः एव कारणं, तादृशं भवितुम् अर्हति एव इति तत्र प्रश्नः किम् इति पूर्वपक्षी पृच्छति. इदानीं सिद्धान्ती वदति, उत्तरं, सत्यं तदपेक्षया संयोगनाशं प्रति विभागः एव कारणम् इति स्वीकुर्मः. अनेन संयोगनाशस्य एकमेव कारणं भवति, विभागस्य कारणद्वयम् इति अवश्यं स्वीकार्यं, क्वचित् क्रियाकारणं क्वचित् विभागः कारणं, यतोहि विभागसंयोगनाशयोः कार्यकारणभावः स्वीक्रियते चेत् यथोक्तं समनियतत्वं चेदपि विभागः अवश्यं पूर्वं भवेत्, अतः तस्य क्वचित् क्रियाकारणं क्वचित् विभागः कारणं. विभागसंयोगनाशौ युगपत् जायते चेदपि विभागस्य क्वचित् क्रियाकारणं क्वचित् विभागः कारणं, परन्तु संयोगनाशस्य तादृशकारणभावद्वयस्य आवश्यकता नास्ति. तर्हि कार्यकारणभावद्वयम् इति किमर्थं? संयोगनाशं प्रति विभागः कारणम् इति एकेन कारणेन संयोगनाशः सर्वत्र सम्पद्यते इति अस्मिन् परिच्छेदे लाघवं कथम् इति सिद्धान्तिः उपपादयति. सत्यं तदपेक्षया संयोगनाशं प्रति विभागः एव कारणम् इति स्वीकुर्मः. अनेन संयोगनाशस्य एकमेव कारणं भवति इति तत्र पूर्वस्मिन् परिच्छेदे संयोगनाशं प्रति अपि कारणद्वयं भवतु इति स्वीकुर्मश्चेत् तत्र क्लेशः किम् इति पूर्वपक्षिणा पृष्टं. तस्य उत्तरम् इदानीं सिद्धान्तिः ददाति. तस्य अपेक्षया तत्र कारण द्वैविध्यम् अस्ति संयोगनाशं प्रति. द्वैविध्यं किम् इत्युक्ते हस्तपुस्तकयोः मध्ये यद् संयोगनाशः भवति तस्य कारणं क्रिया इति एकं, कायपुस्तकयोः मध्ये यत् संयोगनाशः भवति तस्य कारणं तु संयोगनाशः इति. संयोगनाशस्य कारणद्वयं स्वीकुर्मश्चेत् तत्र लाघवं न भवति. किमर्थम् इत्युक्ते तत्र कारणद्वयं कारणद्वैविध्यम् अस्ति, किन्तु विभागः इति स्वीकुर्मश्चेत् तत्र एकमेव कारणं भवति इति कृत्वा तत्र लाघवम् अस्ति इति. विभागस्य कारणद्वयम् इति अवश्यं स्वीकार्यम्. तत्र तादृशं विभागस्थले न स्वीकर्तुं शक्यते, तत्र कारणद्वयं भवत्येव. क्वचित् क्रियाकारणं, क्वचित् इति हस्तपुस्तकयोः मध्ये यद्विभागः जातः तस्य कारणं क्रिया भवति, क्वचित् विभागः कारणं. कायपुस्तकयोः मध्ये यद् विभागः जातः तस्य विभागः, हस्तपुस्तकयोः मध्ये विभागः यद् जातं तदेव कारणम् इति. तत्र कारणद्वयम् आवश्यं भवति, यतोहि विभागसंयोगनाशयोः कार्यकारणभावः स्वीक्रियते चेत् यथोक्तं समनियतत्वं चेदपि विभागः अवश्यं पूर्वं भवेत्. अतः तस्य क्वचित् क्रियाकारणं, क्वचित् विभागः कारणम् इति. किमर्थं तत्र कारणद्वयम् आवश्यम् इति अत्र प्रतिपादनमस्ति. समनियतत्वं चेदपि अवश्यं पूर्वं भवेत्, विभागः अवश्यं पूर्वं भवेत्, नो चेत् तत्र अभावेन भावपदार्थः विभागाख्यगुणः जायते इति स्वीकार्यं भवति इति कृत्वा विभागः पूर्वमेव भवेत् इति. सम्यक्तया मया न उक्तम् इति भाति. विभागसंयोगनाशयोः कार्यकारणभावः, विभागसंयोगनाशयोः कार्यकारणभावः स्वीक्रियते चेत् विभागः अनेन संयोगनाशः भवति इति. अनयोः मध्ये कार्यकारणभावः अस्माभिः स्वीक्रियते चेत् यथोक्तं समनियतत्वं चेदपि, समनियतत्वम् इत्युक्ते विभागः यदा विभागः अपि च संयोगनाशः द्वयं मिलित्वा एव अस्माभिः अनुभूतम् इति. तयोः मध्ये समनियतत्वम् अस्ति. तद् अस्ति चेदपि विभागः अवश्यं पूर्वं भवेत्. सम्यक्. पूर्वं भवेत्, नो चेत् तत्र संयोगनाशः पूर्वं भवति चेत् अभावेन भावपदार्थः उत्पद्यते इति स्वीकर्तुं भवति इति कृत्वा, तद् असमीचीनम् इति कृत्वा विभागः एव पूर्वं भवेत् इति वयं पूर्वमेव दृष्टम्. अतः तस्य क्वचित् क्रियाकारणं, क्वचित् विभागः कारणम् इति. तत्र कारणद्वैविध्यं विभागस्थले अवश्यं भवति, किन्तु विभागसंयोगनाशौ युगपत् जायते चेदपि विभागस्य क्वचित् क्रियाकारणं क्वचित् विभागः कारणं हा तत्र विभागसंयोगनाशु युगपत् जायते पूर्वं विभागः जातं तदनन्तरं संयोगनाशः जातम् इति न स्वीकुर्मश्चेत् अस्मिन् पक्षे अपि विभागस्य द्वै कारणद्वैविध्यम् अस्माभिः स्वीकर्तव्यम् एव हस्तपुस्तकयोः मध्ये विभागः क्रियया जायते अपि च कायपुस्तकयोः मध्ये विभागः हस्तपुस्तकविभागेन जायते इति तत्रापि स्वीकर्तव्यं भवति परन्तु संयोगनाशस्य तादृशकारणभावद्वयस्य आवश्यकता नास्ति किमर्थम् संयोगनाशस्य तादृशकारणभावद्वयस्य आवश्यकता नास्ति भवति यदा विभागेन संयोगः जायते इति स्वीकुर्मश्चेत् तत्र हस्तपुस्तकयोः मध्ये यत् संयोगः आसीत् तद तस्य नाशः अपि विभागेन भवति अपि च कायपुस्तकयोः मध्ये यत् संयोगः आसीत् तदपि अनेन विभागेन एव नष्टः भवति इति स्वीकर्तुं शक्यते इति कृत्वा तत्र द्वैविध्यं न आवश्यकं कारणस्य द्वैविध्यं न आवश्यकम् इति कृत्वा तत्र लाघवम् अस्ति इति सिद्धान्ति वदति सम्यक् महोदय इत्युक्ते तत्र तत्र पूर्वपक्षी वस्तुतः वादद्वयं प्रस्थापितवान् खलु प्रथमवादमासीत् तत्र क्षम्यतां तत्र संयोगनाशः तत्र विभागस्य कारणं भवतु इति तथा भवति चेत् तत्र अभावेन भावपदार्थः इति समस्या द्वितीयमासीत् तत्र द्वयमपि तत्र समानकाले उभौ हा क्रियया जायते इति स्वीकुर्मः इति तथा कुर्मः चेत् तत्र लाघवं नास्ति इति सिद्धान्ति इदानीं तत्र वादद्वयस्य अपि तत्र समाधानं ददाति अस्तु एतावत्पर्यन्तं स्पष्टं वा सर्वेषाम् अस्तु तर्हि सुनील् महोदय भवान् अग्रे पठति वा नाम प्रश्नः इदानीं नाम हस्तपुस्तकसंयोगनाशं प्रति हस्तपुस्तकविभागः कारणं कायपुस्तकसंयोगनाशं प्रति कायपुस्तकविभागः कारणम् इति वा इति चेत् पुनः भिन्नविभागः किल उभयत्र भिन्नविभागः कारणम् इति कृत्वा लाघवं कथम् अत्र इदानीं पुनः प्रश्नः इदानीं पूर्वं वयं दृष्टवन्तः अत्र विभागस्य द्वैविध्यम् इति हस्तपुस्तकसंयोगः अनन्तरं कायपुस्तकसंयोगः तत्र विभागद्वयम् अस्ति इति अतः इदानीं हस्तपुस्तकसंयोगनाशं प्रति हस्तपुस्तकविभागः कारणं कायपुस्तकसंयोगनाशं प्रति कायपुस्तकविभागः कारणम् इति वा इति पुनः प्रश्नः एकक्षणं महोदय तत्र प्रश्नः अवगतः वा भवान् इत्युक्ते तत्र तत्र तत्र लाघवं कथम् इति पृच्छति खलु तत्र किमर्थं तथा पृच्छति इति भवान् अवगतवान् वा अहं पूर्वस्मिन् परिचयस्य विवरणं कर्तुं श्रमं करोमि अत्र यदा अत्र विभागः इति हस्तपुस्तकयोः मध्ये भवति अनन्तरं कायपुस्तकयोः मध्ये अन्यविभागः अस्ति अतः अत्र अन्यप्रश्नः अस्ति संयोगनाशः अनन्तरं हस्तपुस्तकयोः मध्ये संयोगनाशः कायपुस्तकयोः मध्ये संयोगनाशः इति अन्यः अपि अस्ति अतः अत्र लाघवं स्वीकुर्मः इति चेत् द्वयोः मध्ये विभागस्य कारणम् अस्ति क्रिया इति परन्तु हस्तपुस्तकयोः मध्ये विभागः अस्ति तस्य कारणं क्रिया अस्ति कायपुस्तकयोः मध्ये यः विभागः अस्ति एषः विभागः एव कारणम् इति स्वीकृतवन्तः. अतः पुनः एकक्षणं, तत्र विभागः एव कारणम् इति स्वीकृतवन्तः इति न, विभागः एव कारणं खलु, अवगच्छति खलु, तत्र कायपुस्तकविभागः भवति यदा हस्तपुस्तकविभागः भवति. कायपुस्तकविभागं प्रति हस्तपुस्तकविभागः कारणमिति. अनन्तरं द्वितीयप्रकारे संयोगनाशं प्रति अपि हस्तपुस्तकयोः संयोगनाशं प्रति विभागः कारणं, कायपुस्तकसंयोगनाशं प्रति अपि विभागः एव कारणमिति स्वीकुर्मः चेत् तत्र लाघवं भवति इति अस्ति. इत्युक्ते अत्र भावपदार्थः एव कारणमिति. न न न, लाघवं किमर्थम् अस्ति? भावपदार्थः एव कारणम् इति कृत्वा लाघवं नास्ति खलु? विभागः एव इत्युक्ते क्रियाकारणम् इति वदामः चेदपि भावपदार्थः एव कारणं, परन्तु तत्र लाघवं नास्ति इति वयम् उक्तवन्तः खलु. क्रियया संयोगनाशः जायते इति वदामः चेत् तत्रापि क्रिया इति भावपदार्थः, भाव इदानीं हस्तपुस्तकयोः संयोगः अस्ति, क्रिया जाता, क्रियया इदानीं हस्तपुस्तकयोः संयोगः नष्टः इति वदामः चेत् तत्रापि भावपदार्थेन अभावपदार्थः खलु, परन्तु तादृशस्वीकार्येण तत्र लाघवं नास्ति इति वयम् उक्तवन्तः. किमर्थम्? एवं तु क्रियया विभागः भवति अनन्तरमेव संयोगनाशः भवति इति. न न न, भवति इति वयं वदामः, परन्तु तदेव पूर्वपक्षिणः मतं खलु, क्रियया एव संयोगनाशः भवतु इति. परन्तु तस्य उत्तरत्वेन सिद्धान्ती उक्तवान् न तथा वदामः चेत् तत्र लाघवं नास्ति इति. तत्र किमर्थं तथा उक्तवान् इति मम प्रश्नः. अत्र कायपुस्तक संयोगनाशं प्रति अपि क्रिया न कारणं न भवति. तर्हि किं कारणं भवति? तत्र विभागः एव कारणं भवति. न, विभागः कारणं न भवति खलु. तथा किं भवति इत्युक्ते क्रियया संयोगनाशः, हस्तपुस्तकयोः संयोगनाशः क्रियया जायते चेत् कायपुस्तकयोः संयोगनाशः केन जायते? हस्तपुस्तकसंयोगनाशः भवति. हा, इति कृत्वा इदानीं तत्र लाघवं नास्ति खलु. लाघवम् इत्युक्ते किं? लघुत्वम् इत्युक्ते यत् यस्मिन् सारल्यम् अस्ति तदेव लाघवं खलु. तर्हि इदानीं विभागस्य कारणद्वैविध्यम् अस्ति, संयोगनाशस्य अपि कारणद्वैविध्यम् इति भवति खलु. तत्र लाघवं नास्ति, परन्तु विभागस्य कारणद्वयं, संयोगनाशस्य कारणं विभागः एव सर्वदा इति स्वीकुर्मः चेत् तत्र लाघवम् अस्ति इति सिद्धान्ती वदति. तर्हि तस्य विषये इदानीं पुनः पूर्वपक्षी पृच्छति तत्र, परन्तु भिन्नभिन्नविभागः अस्ति खलु, तेन कथं लाघवम् इति. इत्युक्ते किं, किमर्थं तथा पृच्छति? इत्युक्ते अत्र हस्तपुस्तकयोः विभागः अस्ति, कायपुस्तकयोः विभागः अस्ति इति कारणेन. सत्यम्, इत्युक्ते हस्तपुस्तकविभागेन हस्तपुस्तकसंयोगनाशः, कायपुस्तकयोः मध्ये यः विभागः जायते तेन कायपुस्तकसंयोगनाशः इति कृत्वा भिन्नभिन्नविभागाः भवति खलु. तर्हि तेन तैः एव तत्र संयोगनाश भिन्नभिन्नसंयोगनाशाः जायन्ते इति कृत्वा तत्र कथं वा लाघवम् इति इदानीं पृच्छति. अवगतवान् वा? आम् आम् अहं स्पष्टमेव, परन्तु किञ्चित् वक्तुं न न कुत्र स्पष्टं नास्ति महोदय तत्र अस्तु अस्तु तर्हि रामप्रिया भगिनी भवती तत्र उत्तरं पठति वा आम् अनेन उत्तरमस्ति अनेन विभागत्वेन सर्वेषां विभागानां सङ्ग्रहः भवति इदानीं भवदुक्तरीत्या क्रियात्वेन हस्तगतक्रिया दण्डगतक्रिया कपालगतक्रिया सर्वाः सङ्ग्रहीतुं शक्यते विभागं प्रति क्रियाकारणम् इति सर्वाः क्रिया अपि अन्तर्भूताः कायपुस्तकविभागं प्रति किन्तु क्रिया न कारणम् अपि तु हस्तपुस्तकविभागः एव तर्हि विभागत्वेन एकः कार्यकारणभावः पुनः क्रियात्वपुस्तकारेण अन्यकार्यकारणभावः इत्थञ्च विभागं प्रति कार्यकारणभावः द्विविधः क्रियात्वपुरस्कारेण पुरस्कारेण एव वा क्रियात्वपुरस्कारेण अन्यः कार्यकारणभावः इत्थञ्च विभागं प्रति कार्यकारणभावः द्विविधः अत्र यदा पुनः प्रश्नः आगतः अस्ति यत् हस्तपुस्तकसंयोगनाशं प्रति हस्तपुस्तकविभागः कारणं वा कायपुस्तकसंयोगनाशं प्रति कायपुस्तकविभागः कारणं वा इति पुनः यदा पृच्छति तत्र लाघवं कथम् आगच्छति इति तत्र सिद्धान्ती वदति अनेन विभागत्वेन सर्वेषां विभागानां सङ्ग्रहः भवति एतद् विभागत्वेन यदा विभागः एव कारणं संयोगनाशं प्रति इति वदामः चेत् तत्र सर्वेषां विभागत्वेन सङ्ग्रहः भवति इदानीं भवदुक्तरीत्या क्रियाक्षणं भगिनि सर्वेषां विभागानां सङ्ग्रहः भवति इत्युक्ते किं हस्तपुस्तकविभागः कायपुस्तकविभागः इति द्वयोः अस्मिन् स्तरे द्वयोः सङ्ग्रहः एकः एव विभागः इति स्वीकुर्मः हा इत्युक्ते विभागत्वम् इत्युक्ते किं विभागत्वम् इत्युक्ते विभागे विद्यमाना जाति खलु इति कृत्वा विभागत्वम् इति यदा वयं स्वीकुर्मः तत्र तत्तु एकः एव अस्ति इत्युक्ते विभागत्वम् इति सर्वेषां विभागानां विद्यमानः कश्चन धर्मः इति कृत्वा विभागत्वम् इति स्वीकुर्मः चेत् तत्र एकः एव विभागः वस्तुतः इति वक्तुं शक्नुमः इदानीं भवदुक्तरीत्या क्रियात्वेन हस्तगतक्रिया दण्डगतक्रिया कपालगतक्रिया सर्वाः सङ्ग्रहीतुं शक्यते यदा वयं विभागत्वम् इति स्वीकुर्मः तदा तादृशम् एव क्रियात्वं क्रियात्वेन वयं स्वीकुर्मः क्रियात्वम् इति स्वीकुर्मः चेत् तत्र हस्तगतक्रिया दण्डगतक्रिया कपालगतक्रिया तत्रापि एक सङ्ग्रहणं भवति विभागं प्रति क्रियाकारणम् इति सर्वाः क्रिया अपि अन्तर्भूताः यदा वयं विभागं प्रति क्रिया तु कारणमेव तत्र वयं सर्वा क्रियाः यदा हस्तगतक्रिया दण्डगतक्रियादि क्रियात्वम् इति धर्मः तत् सर्वाः क्रियाः अन्तर्भूताः हा इत्युक्ते क्रियात्वम् इति धर्मेण तत्र यदा वयं क्रिया इति वदामः चेत् तत्र यत्किमपि क्रिया भवतु तस्य सूचना खलु इत्युक्ते इदानीं तत्र हस्तपुस्तकयोः विभागः इति वदामः चेत् तत्र या क्रिया जाता तत् तत्र वृक्षफलयोः मध्ये या क्रिया जाता तयोः मध्ये तयोः तु समानता नास्ति परन्तु द्वयमपि क्रिया इति तत्र तादृशसमानता अस्ति तर्हि क्रियात्वम् इति यदा धर्मेण वयं वदामः तत्र तस्य इङ्गितं भवति खलु इत्युक्ते तत्र क्रियया विभागः जातः इति वदामः चेत् तत्र तस्य तात्पर्यं यत् तत् नास्ति यत् तत्र सर्वाः क्रियाः समानाः इति परन्तु सर्वासु क्रियासु क्रियात्वम् इति या जाति वर्तते तेन तस्य सूचना इति तद्वतेव विभागत्वम् इत्यस्यापि. कायपुस्तकविभागं प्रति किन्तु क्रिया न कारणम्, अपि तु हस्तपुस्तकविभागः एव. यदा वयं कायपुस्तकविभागं स्वीकुर्मः चेत् तत्र तद्विभागं प्रति क्रिया तु कारणं नास्ति, परन्तु हस्तपुस्तकविभागः एव कायपुस्तकविभागं प्रति कारणं. तर्हि विभागत्वेन एकः कार्यकारणभावः, पुनः क्रियात्वपुरस्कारेण अन्यकारणकारणभावः. यदा विभागत्वम् इति स्वीकुर्मः चेत् विभागत्वेन एकः कार्यकारणभावः क्रियात्वपुरस्कारेण अन्यः कार्यकारणभावः. एतद् मया न अवगतं भगिनि. हा, इत्युक्ते तत्र इदानीं यदा वयं विभागस्थले उक्तवन्तः तत्र कार्यकारणभावः द्विविधः इति उक्तवन्तः खलु, द्वैविध्यम् अस्ति इति. एकं तु क्रियया एकप्रकारकः विभागः तु क्रियया जातः, अन्यप्रकारः तु विभागेन जातः इति वयम् उक्तवन्तः. तर्हि विभागत्वेन इत्युक्ते यः कोऽपि विभागः भवतु, परन्तु तस्य विभागेन तेन विभागेन क्षम्यतां विभागः जातः इत्युक्ते विभागजः विभागः इत्युक्ते तत्र विभागत्वम् इति तस्मिन् यः धर्मः अस्ति तदेव अत्र तत्र सङ्ग्रहं करोति तस्य तत्र सर्वेषां विभागानाम् इति कृत्वा एकप्रकारकः विभागः. अन्यप्रकारकः विभागः अस्ति क्रियात्वम् इत्यनेन, क्रियात्वम् इत्यस्य अङ्गीकारेण क्रियया जातः विभागः इति द्वितीयप्रकारकः विभागः इति. तत्रापि या कापि क्रिया भवतु, परन्तु तत्र तस्मिन् विद्यमानः धर्मः इति क्रियात्वम् अस्ति, क्रियात्वेन तस्य सङ्ग्रहः इति. तर्हि तत्र द्विविधः भवति विभागस्य कार्यकारणभावः इति. ओहो, इत्थञ्च विभागं प्रति कार्यकारणभावः द्विविधः. यदा क्वचित् क्रियाकारणं क्वचित् विभागः कारणम् इति दृष्टवन्तः, तत्र क्रियात्वम् इति क्वचित् क्रियाकारणम् इति सूचनां करोति विभागत्वम् इति क्वचित् विभागः कारणम् इति तस्मिन् विषये अस्ति इति किल. सत्यम्, इत्युक्ते तत्र क्वचित् तत्र विभागेन इत्युक्ते विभागः तु द्विविधः खलु, विभागः विभाग कर्मजविभागः विभागजविभागः इति यदा संयोगवत् वयं स्वीकर्तुं शक्नुमः इति अस्ति चेत् क्रियाजः विभागः क्रियया जातः, विभागजः विभागः विभागेन जातः इति. अस्तु, तर्हि तत्र इदानीं संयोगनाशं प्रति इति तत् पठित्वा समापयामः भगिनि. इदानीं संयोगनाशं प्रति क्वचित् क्रियाकारणं क्वचित् संयोगनाशकारणम् इति कार्यकारणभावद्वय अपेक्षया संयोगनाशं प्रति विभागः एव कारणम् इत्यस्मिन् लाघवम्. विभागत्वेन कार्यकारणभावः एकः एव भवति. यदा इदानीं वयं दृष्टवन्तः, इदानीं संयोगनाशं प्रति क्वचित् क्रियाकारणं भवति, क्वचित् संयोगनाश कारणं भवति. यदा वयं विभागः विषये दृष्टवन्तः, तादृशमेव अत्रापि क्वचित् क्रियाकारणं क्वचित् संयोगनाशकारणम् इति कार्यकारणभावद्वय अपेक्षया संयोगनाशं प्रति विभागः. यदा विभागस्य विषये द्वैविध्यम् इति वदामः, तत्र संयोगनाशं प्रति अपि द्वैविध्यम् अस्ति, परन्तु वयं वक्तुं शक्नुमः संयोगनाशं प्रति विभागः इति. यदा वदामः विभागः एव कारणम् इति वदामः चेत् तत्र लाघवं भवति. विभागत्वेन कार्यकारणभावः एकः एव इति इति लाघवेन वयं वक्तुं शक्नुमः. तर्हि तत्र कार्यकारणभावः एकः एव इति कस्य एकः एव भवति कार्यकारणभावः? विभागत्वेन कार्यकारणभावः एकः एव भवति. संयोगनाशं प्रति किल भगिनि? संयोगनाशस्य कार्यकारणभावः यत् अस्ति तद्विभागत्वेन स्वीकुर्मः चेत् एकः एव भवति इति. इत्युक्ते तत्र यत् वयं पूर्वम् उक्तवन्तः तत्र क्रमः, तत्र क्रिया क्रियया विभागः, विभागेन संयोगनाशः इति स्वीकुर्मः चेत् तेन तत्र लाघवम् अस्ति. यतोहि विभागस्य तु तत्र कार्यकारणभावस्य द्वैविध्यं तु वर्तते एव. तर्हि विभागेन संयोगनाशः इति स्वीकुर्मः चेत् तत्र लाघवम् अस्ति, यतोहि संयोगनाशस्य कार्यकारणभावः एकः एव भवतु इति. नो चेत् तत्र तथा न स्वीकुर्मः चेत् तत्र विभागः अपि च संयोगनाशः द्वयोः अपि तत्र समानकालिकता इति स्वीकुर्मः चेत् तेन किं भवति, तत्र द्वयोः अपि तत्र कार्यकारणभावः द्विविधः इति आगच्छति खलु. तर्हि तत्र लाघवं नास्ति. तर्हि यद् लाघवं तत् यः मार्गः यस्मिन् मार्गे लाघवम् अस्ति सः मार्गः एव वयम् अङ्गीकुर्मः, तं मार्गमेव वयम् अङ्गीकुर्मः इति कृत्वा तत्र अस्मिन् मार्गे लाघवम् अस्ति इति कृत्वा तद्वयम् इदानीम् अङ्गीकुर्मः इति उत्तरत्वेन तत्र सिद्धान्ति वदति. अस्तु, तर्हि समयः तु जातः, तर्हि अद्य अत्र समापयामः. प्रश्नः अस्ति वा एतावत्पर्यन्तम्? अस्मिन् विषये नास्ति भगिनि, किञ्चित् चिन्तनमेव अस्ति, तत् इदानीं प्रदर्शयामि. तत्र नैयायिकानां पदार्थ विषये सम्बन्धद्वयमेव तेन अङ्गीकृतम्. एकं तु समवायसम्बन्धः, अन्यस्तु संयोगसम्बन्धः. संयोगः इति गुणः, समवायः इति मूलपदार्थः. न, क्षम्यता महोदय, तत्र तादात्म्यसम्बन्धः, स्वरूपसम्बन्धः इत्यपि अस्ति खलु, सम्बन्धद्वयमेव अङ्गीकृतम् इति नास्ति. तदेव मम प्रश्नः, तादात्म्यसम्बन्धः इति कीदृशपदार्थः, अपि च स्वरूपसम्बन्धः इति कीदृशपदार्थः? तादात्म्यसम्बन्धः इति स्वस्मिन् इत्युक्ते घटः घटे तादात्म्यसम्बन्धेन अस्ति खलु, इत्युक्ते द्रव्यद्वयोः मध्ये संयोगसम्बन्धः, अपि च समवायसम्बन्धः वयं जानीमः, तत्र गुणगुणिनोः मध्ये, क्रिया वतोः मध्ये इति तथा वयं पूर्वं दृष्टवन्तः. स्वस्मिन् इत्युक्ते घटस्य अधिकरणं घटः इत्यपि अस्ति खलु, इत्युक्ते तत्र भिन्नभिन्न अनेकाः सम्बन्धाः सन्ति. इत्युक्ते तादात्म्यसम्बन्धः इति स्वस्मिन् अस्ति, यदा काले तु कालिकसम्बन्धः अस्ति, दैशिकसम्बन्धः इत्यपि अस्ति इति चिन्तयामि, देशे अस्ति इति वक्तव्यं चेत्. कालघटयोः मध्ये समवायसम्बन्धः किमर्थं? न न न, घटः काले कालिकसम्बन्धेन अस्ति. आं, किन्तु तत् संयोगसम्बन्धः एव किल? न न न, संयोगसम्बन्धः नास्ति. द्रव्यद्वयोः मध्ये संयोगसम्बन्धः, कालः अपि द्रव्यः एव. हा, परन्तु तत्र कालिकसम्बन्धः इति अस्ति, काले द्रव्यं तु कालिकसम्बन्धेन तिष्ठति इति अस्ति, तत्र किञ्चित् भेदः अस्ति इति अहं चिन्तयामि. अपि च तत्र नामकरणमेव दत्तम् इति अहं चिन्तयामि, द्रव्यद्वयोः मध्ये न तत्र न तथा नास्ति इति चिन्तयामि महोदय. तत्र तत् किञ्चित् बृहान् प्रस तत्र विषयः, तत्र किञ्चित् अस्माकं पुस्तके 30th पुटे किञ्चित् अस्ति, तत् पश्यतु प्रथमं तत्र केन सम्बन्धेन कपालः स्वस्मिन् नास्ति इति अस्ति, तत्रापि किञ्चित् सम्बन्धविषये अस्ति. अनन्तरमपि घटकपालयोः मध्ये केन केन इत्युक्ते घटः केन केन सम्बन्धेन कुत्र कुत्र वर्तते इति अपि तत्र सम्बन्धस्य अवच्छेदकत्वस्थापन व्यवस्थापनम् इति तत्र 45th पुटे अस्ति इति चिन्तयामि. तदपि किञ्चित् पश्यतु, तदनन्तरं प्रायः वयं चर्चयामः. किन्तु इदानीमपि मम प्रश्नः तिष्ठत्येव, आहत्य पदार्थाः सप्तविधाः एव किल? सत्यं. किमपि वदामश्चेत् सप्तपदार्थेषु अन्तर्भूतं भवत्येव. सत्यं. तादात्म्यसम्बन्धः कीदृशपदार्थः इति मम प्रश्नः, अपि च स्वरूपसम्बन्धः कीदृशपदार्थः? तत्र तादात्म्यसम्बन्ध संयोगसम्बन्धः कीदृशपदार्थः तर्हि? गुणः. संयोगसम्बन्धः गुणः. समवायसम्बन्धः इति तत्र समवायः इति पदार्थः एव अस्ति. स्वरूपसम्बन्धः इति अभावस्य प्रसङ्गे वयं पूर्वं दृष्टवन्तः, परन्तु अधिकं न अधीतवन्तः इति कृत्वा वस्तुतः अहं न जानामि. परन्तु स्वरूपसम्बन्धः इति संयोगस्य एकप्रकारकः वा इति अथवा भिन्नविषयः वा इति न जानामि वस्तुतः. अत्र पदार्थेषु सम्बन्धद्वयमेव साक्षात् उक्तम्, एकं तु समवायः, द्वितीयं तु संयोगः इति. इदानीं तादात्म्यसम्बन्धः वा स्वरूपसम्बन्धः वा कीदृशपदार्थः इति मम प्रश्नः. हा, प्रायः महोदयं प्रष्टव्यं, यतोहि तत्र अभावस्य प्रसङ्गे स्वरूपसम्बन्धः आगच्छति. अभावस्य तु तत्र संयोगः अपि न भवितुम् अर्हति, यतोहि संयोगः तु द्रव्ययोः भवति इति कृत्वा. समवायः अपि तत्र प्रायः मास्तु इति चिन्तयामि इति कृत्वा तत्र तु तयोः तत्र अन्तर्भूतः नास्ति स्वरूपसम्बन्धः इति मम चिन्तनम्. अर्हति कीदृशं लक्षितम् अनेन तत्र स्वरूपसम्बन्धः वा तादात्म्यसम्बन्धः अन्तर्भूतं भवितुं न अर्हति? हा, तदेव वदामि, अन्तर्भूतः प्रायः नास्ति इति चिन्तयामि. तर्हि तत्र कथं कुत्र भवति इति वस्तुतः न जानामि, महोदयमेव पृष्टव्यं. तदेव प्रश्नः अस्ति. अस्तु भगिनि, तावदेव. अस्तु, धन्यवादः, शुभरात्रिः. धन्यवादः, शुभरात्रिः. धन्यवादः.